ध्येयं यत्त प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते अनादिमत्परं ब्रह्म न तत्तन्न सदुच्यते सर्वतः पाणिपादन्तः सर्वतोक्षी शिरोमुखम् सर्वतः श्रुतिमल्लोके सर्वमामृत्यतिष्ठति सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियविवर्जितम् असक्तम् सर्ववीच्यैव निर्गुणम् गुणभोक्तृज वैदन्तश्च भूताना वचारम् चरमेव च सूक्ष्मत्वात् तद्विज्ञेयम् दूरस्थम् चान्तिके च तत् अविभक्तम् च भूतेषु विभक्तमिव च स्थितम् भूतभर्तृ च तज्ज्ञेयम् ग्रहीष्णु प्रभविष्णु च ज्योतिषामपि तज्ज्योति समासः परमुच्यते ज्ञानम् ज्ञेयम् ज्ञानगम्यम् हृदि सर्वस्य विष्ठितम् इति क्षेत्रम् तथा ज्ञानम् येयम् चोक्तम् समासतः मद्वक्त एतद्विज्ञाय मद्भावायोपपद्यते प्रकृतिम् पुरुषम् चैव विद्वानादि उभावपि विकारांश्च गुणांश्चैव विद्धि प्रकृति सम्भवान् कार्यकारणकर्तृत्वे हेतु प्रकृति विच्यते पुरुषः सुखदुःखानाम् भोक्तृत्वे हेतुरुच्यते पुरुषः प्रकृति स्थो हि भुङ्क्ते प्रकृतिजन्गुणान् कारणम् गुणसङ्गोऽस्य सदा सद्योनि जन्मसु उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः य एवं वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ध्यानिनात्मानि पश्यन्ति केचिदात्मानमात्मना अन्ये सङ्ख्येन योगेन कर्मयोगेन चापरे अन्ये त्वेवामदानन्द श्रुत्वा नेव्या उपासते तेऽपि चापि तरन्त्येव मृत्युम् श्रुति परायणः यावत् सञ्जायते किञ्चित् सत्त्वम् सावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगा तद्विद्धि भरतर्षभा